दुःखमित्येव यत्कर्म कायक्लेशभयात्यजे सकृत्वा राजसं त्यागं नैव त्यागफलं लभे। दुःखमित्येव यत्कर्म कायक्लेशभय शरीरदुःखभयात्यजे सह कृत्वा राजसं रजोनिर्वर्त्यं त्यागं नैव त्यागफलं ज्ञानपूर्वकस्य सर्वकर्मत्यागस्य फलं मोक्षाख्यं न लभेत् नैव लभेत्। कः पुनः सात्विकः त्यागः इति आह कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन सङ्गं त्यक्त्वा फलं चैव सत्यागः सात्विको मतः। कार्यं कर्तव्यमित्येव यत्कर्म नियतं नित्यं क्रियते निर्वर्त्यते हे अर्जुन सङ्गं त्यक्त्वा फलञ्चैव। एतन्नित्यानां कर्मणां फलवत्त्वे भगवद्वचनं प्रमाणम् अवोच। अथवा यद्यपि फलं न श्रूयते नित्यस्य कर्मणः तथापि नित्यं कर्म कृतम् आत्मसंस्कारं प्रत्यवायपरिहारं वा फलं करोति आत्मनः इति कल्पयत्येव अज्ञः। तत्र तामपि कल्पनां निवारयति फलं त्यक्त्वा इत्यनेन। अतः साधु उक्तं सङ्गं त्यक्त्वा फलं च इति। सः त्यागः नित्यकर्मसु सङ्गफलपरित्यागः सात्विकः सत्त्वनिवृत्तः मतः अभिप्रेतः। नानु कर्मपरित्यागः त्रिविधः संन्यासः इति च प्रकृतः। तत्र तामसो राजसश्च उक्तः त्यागः कथम् इह सङ्गफलत्यागः तृतीयत्वेन उच्यते। यथा त्रयो ब्राह्मणाः आगताः तत्र षडङ्गविधौ द्वौ क्षत्रियः तृतीयः इति तद्वत् नञ्च दोषः त्यागसामान्येन स्तुत्यर्थत्व अस्ति। कर्मसन्न्यासस्य फलाभिसन्धित्यागस्य च त्यागत्वसामान्यं तत्र राजसतामसत्वेन कर्मत्यागनिन्दय कर्मफलाभिसन्धित्यागः सात्विकत्वेन स्तूयते सत्यागः सात्विको मतः इति। यस्तु अधिकृतः सङ्गं त्यक्त्वा फलाभिसन्धिं च नित्यं कर्म करोति तस्य फलरागादिना अकलुषीक्रियमाणम् अन्तःकरणं नित्यैश्च कर्मभिः संस्क्रियमाणं विशुध्यति। तत् विशुद्धं प्रसन्नम् आत्मालोचनक्षमं भवति। तस्यैव नित्यकर्मानुष्ठानेन विशुद्धान्तःकरणस्य आत्मज्ञानाभिमुखस्य क्रमेण यथा तन्निष्ठस्य तत् वक्तव्यमिति आह। न द्वेष्टि अकुशलं कर्म कुशलेनानुषज्यते त्यागी सत्त्वसमाविष्टं मेधावी छिन्न संशयः। न द्वेष्टि अकुशलम् अशोभनं काम्यं कर्म शरीरारम्भद्वारेण संस्कारकारणं किम् अनेन इत्येव। कुशले शोभने नित्ये कर्मणि सत्त्वशुद्धिज्ञानोत्पत्ति तन्निष्ठाहेतुत्वेन मोक्षकारणमिदम् इत्येवं न अनुषज्यते अनुषङ्गं प्रीतिं न करोति इत्येतत्। कः पुनः असौ त्यागी पूर्वोक्तेन सङ्गफलत्यागेन तद्वान् त्यागी यः कर्मणि सङ्गं त्यक्त्वा तत्फलं च नित्यकर्मानुष्ठायी सः त्यागी। कदा पुनः असौ अकुशलं कर्म न द्वेष्टि कुशले च न अनुषज्यते इति उच्यते सत्त्वसमाविष्टः। यदा सत्त्वेन आत्मानात्मविवेकविज्ञानहेतुना समाविष्टः संव्याप्तः संयुक्तः इत्येतत्। अत एव च मेधावी मेधया आत्मज्ञानलक्षणया प्रज्ञया संयुक्तः तद्वान् मेधावी। मेधावित्वादेव छिन्नसंशयः छिन्नः अविद्याकृतः संशयः यस्य आत्मस्वरूप अवस्थानमेव परं निश्चयसाधनं न अन्यत् किञ्चित् इत्येवं निश्चयेन छिन्नसंशयः। यः अधिकृतः पुरुषः पूर्वोक्तेन प्रकारेण कर्मयोगानुष्ठानेन क्रमेण संस्कृतात्मा सन् जन्मादिविक्रियारहितत्वेन निष्क्रियम् आत्मानम् आत्मत्वेन सम्बुद्धः सः सर्वकर्माणि मनसा सन्न्यस्य नैव कुर्वन् न कारयन् आसीनः नैष्कर्म्यलक्षणां ज्ञाननिष्ठाम् अश्नुते इत्येतत्। पूर्वोक्तस्य कर्मयोगस्य प्रयोजनम् अनेनैव श्लोकेन उक्तम्। यः पुनः अधिकृतः सन् देहात्माभिमानित्वेन देहवृत्तज्ञः अबाधित आत्मकर्तृत्वविज्ञानतया अहं कर्ता इति निश्चितबुद्धिः तस्य अशेषकर्मपरित्यागस्य अशक्यत्व कर्मफलत्यागेन चोदितकर्मानुष्ठाने एव अधिकारः न तत्त्यागे इति एतमर्थं दर्शयितुम् आह। न हि देहवृताशक्यं त्यक्तुं कर्माण्यशेषतः यस्तु कर्मफलत्यागी सत्यागीत्यभिधीयते। न हि यस्मात् देहवृतं देहं विवर्ति इति देहवृत् देहात्माभिमानवान् देहवृत् उच्यते न विवेकी स हि वेदाविनाशनम् इत्यादिना कर्तृत्वाधिकारात् निवर्तितः अतः तेन देहवृता अज्ञेन न शक्यं त्यक्तुं संन्यसितुं कर्माणि अशेषतः निशेषे तस्मात् यस्तु अज्ञः अधिकृतः नित्यानि कर्माणि कुर्वन् कर्मफलत्यागी कर्मफलाभिसन्धिमात्रसन्यासी सः त्यागी इति अभिधीयते कर्मी अपि सन् इति स्तुत्यभिप्रायेण। तस्मात् परमार्थदर्शिनैव अदेहवृत देहात्मभावरहितेन अशेषकर्मसन्न्यासः शक्यते कर्तुम्। किं पुनः तत्प्रयोजनं यत् सर्वकर्मसन्न्यासात् स्यादिति उच्यते अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मण फलं भवत्यत्यागिनां प्रेत्यं न तु सन्न्यासिनां क्वचित्। अनिष्टं नरकत्रीगादिलक्षणम्, इष्टं देवादिलक्षणं, मिश्रम् इष्टानिष्टसंयुक्तं मनुष्यलक्षणं च तत्त्रिविधं त्रिप्रकारं कर्मणः धर्माधर्मलक्षणस्य पदं बाह्य अनेककारकव्यापारनिष्पन्नं सत् अविद्याकृतम् इन्द्रजालमायोपमं महामोहकरं प्रत्यगात्मोपसर्पि इह फल्गुतया लयम् अदर्शनं गच्छति इति फलनिर्वचनं। तत् एतत् एवं लक्षणं फलं भवति अत्यागिनाम् अज्ञानां कर्मिणाम् अपरमार्थसन्न्यासिनां प्रेत्य शरीरपातात् ऊर्ध्वं न तु सन्न्यासिनां परमार्थसन्न्यासिनां परमहंसपरिव्राजकानां केवलज्ञाननिष्ठानां क्वचित्। न हि केवलसम्यग्दर्शननिष्ठा अविद्यादिसंसारबीजं न उन्मूलयति कदाचित् इत्यर्थः। अतः परमार्थदर्शिनः एव अशेषकर्मसन्न्यासित्वं सम्भवति। अविद्याध्यारोपितत्व आत्मनि क्रियाकारकफलानि न तु अज्ञस्य अधिष्ठानादीनि क्रियाकर्तृकारकाणि आत्मत्वेनैव पश्यतः अशेषकर्मसन्न्यासः सम्भवति। तदेतन् उत्तरैः श्लोकैः दर्शयति पञ्चैतानि महाभाहो कारणानि निबोध मे साङ्ख्ये कृतां ते प्रोक्तानि सिद्धये सर्वकर्मणां। पञ्च एतानि वक्ष्यमाणानि हे महाबाहो कारणानि निर्वर्तकानि निबोध मे मम इति उत्तरत्र चेतसमाधानार्थं वस्तुवैषम्यप्रदर्शनार्थं च तानि च कारणानि ज्ञातव्यतया स्तौति साङ्ख्ये ज्ञातव्याः पदार्थाः सङ्ख्यायन्ते यस्मिन् शास्त्रे तत्साङ्ख्यं वेदान्तः। कृतान्ते इति तस्यैव विशेषणं कृतम् इति कर्म उच्यते तस्य अन्तः परिसमाप्तिः यत्र सः कृतान्तः कर्मान्तः इत्येतत्। यावानर्थोदपाने सर्वं कर्माखिलं पार्था ज्ञाने परिसमाप्यते इति आत्मज्ञाने सञ्जाते सर्वकर्मणां निवृत्तिं दर्शयति। अतः तस्मिन् आत्मज्ञानार्थे साङ्ख्ये कृतान्ते वेदान्ते प्रोक्तानि कथितानि सिद्धये निष्पत्त्यर्थं सर्वकर्मणा कानि तानि इति उच्यते अधिष्ठानं तथा कर्त करणं च पृथग्विधं विविधाश्च पृथग्चेष्ट दैवं चैवात्र पञ्चमम्। अधिष्ठानं इच्छा द्वेष सुख दुःख ज्ञानादीनाम् अभिव्यक्तेः आश्रयः अधिष्ठानं शरीरम्। तथा कर्ता उपाधिलक्षणः भोक्ता। कर्णं च श्रोत्रादि शब्दादि उपलब्धिः पृथग्विधं नानाप्रकारं च द्वाजसङ्ख्यं विविधाश्च पृथक्चेष्टाः। वायवीयः प्राणापानाद्याः दैवं चैव दैवमेव च अत्र एतेषु चतुर्षु पञ्चमं पञ्चानां पूर्णम् आदित्यादि चक्षुरादि अनुग्रहः। शरीरवाङ्मनोभिन्य कर्म प्रारभते नरः न्यायं वा विपरीतं वा पञ्चैते तस्य हेतवः। शरीरवाङ्मनोभिः यत्कर्म त्रिभिः एतैः प्रारभते निर्वर्तयति नरः न्यायं वा धर्म्यं शास्त्रीयं विपरीतं वा अशास्त्रीयम् अधर्म्यं यच्चापि निमिषितचेष्टितादि जीवनहेतुः तदपि पूर्वकृतधर्माधर्मयोरेव कार्यमिति न्यायविपरीतयोः एव ग्रहणेन गृहीतम्। पञ्च एते यथोक्ताः तस्य सर्वस्यैव कर्मणो हेतुवः कारणानि। ननु एतानि अधिष्ठानादीनि सर्वकर्मणां निर्वर्तकानि कथम् उच्यते शरीरवाङ्मनोभिः यत्कर्म प्रारभते इति? नैष दोषः। विधिप्रतिषेधलक्षणं सर्वं कर्म शरीरादित्रयप्रधानं तदङ्गतया दर्शनश्रवणादि च जीवनलक्षणं त्रिधा इव राशीकृतम् उच्यते शरीरादिभिः आरभ्यते इति। फलकालेऽपि तत्प्रधानैः साधनैः भुज्यते इति पञ्चानामेव हेतुत्वं न विरुध्यते इति। तत्रैवं सति कर्तारम् आत्मानं केवलं तु यः पश्यत्यकृतबुद्धित्वा न स पश्यति दुर्मतिः।